तर्हि अस्माकम् अद्यतनविषयः अस्ति हलन्तशब्दाः. तत्र पुरतः गीतसोपानस्य द्वितीयभागः अपि च एकं करपत्रमस्ति यस्य नाम अस्ति हलन्तशब्दानां रूपाणि. अस्तु, एतावता वयं परिशीलितवन्तः गतसप्ताहे. तत्र पुल्लिङ्गरूपाणि, तत्र वणिज्शब्दः, सुहृज्शब्दः, मरुच्छब्दः. तत्र अस्माभिः परिशीलितं यत् यथा भवत् शब्दः अस्ति, यः भवत् शब्दं जानाति, भवान्, भवन्तौ, भवन्तः इत्यादीनि रूपाणि सन्ति, यः जानाति तस्य कृते असौकर्यं न भविष्यति कुत्रापि. नाम भवत् शब्दः तकारान्तशब्दः, तकारान्तशब्दः इति कारणेन सर्वत्र तकारः दृश्यते विभक्तिरूपेषु. तर्हि केवलं यत्र प्रत्यय, नाम तत्र प्राति, यत्र वयं निर्मातुमिच्छामः शब्दं, तत्र प्रातिपदिकं, प्रातिपदिकं नाम मूलरूपम्, अनन्तरं प्रत्ययाः भवन्ति. अत्र उदाहरणार्थं वदामि, सु औ, अहं प्रशिष्यामि, अद्य प्रशिष्यामि सर्वेभ्यः. सु औ जस्, अम् औट् शस्, ङाभ्यां बिस्, ङेभ्यां भ्यस्, ङःभ्यां भ्यस्, ङःभ्यां भ्यस्, ङि ओस् सु, ङि ङुः सु इति अस्ति. तर्हि एवं प्रत्ययाः भवन्ति. अपि च यत्र प्रत्ययः, यत्र प्रत्ययस्य प्रथमवर्णः स्वरः, तत्र केवलं संयोजनं भवति. उदाहरणार्थं द्विवचने एकवचने, द्विवचने प्रथमविभक्तौ, तत्र प्रत्ययः अस्ति, प्रत्ययः अस्ति औ. तर्हि भवान्, तत्र तकारान्तशब्दः अस्ति, किञ्चित् वैशिष्ट्यमस्ति भवन्त् इति भवति, भवन्त्, अनन्तरम् औ अस्ति भवन्तौ, भवन्तौ. अनन्तरं उदाहरणार्थं वदामि, अत्र तृतीयविभक्तौ एकवचने, तत्र आ इति प्रत्ययः अस्ति, आ इति स्वरः अस्ति, भवता. अनन्तरं चतुर्थीविभक्तौ, तत्र एकवचने ए इति प्रत्ययः अस्ति, भवत् योगः ए, भवते. अनन्तरं पञ्चमीविभक्तौ एकवचने अह इति प्रत्ययः अस्ति, तत्र प्रातिपदिकमस्ति भवत्, भवतः. अत्र केवलं संयोजनं भवति यत्र प्रत्ययस्य प्रथमवर्णः स्वरः. उदाहरणार्थं तृतीयविभक्तौ एकवचने आ इति अस्ति, एक एव वर्णः, स च स्वरः अस्ति एव आ, आकारः. तर्हि भवद्योगः आ केवलं संयोजनं भवति, भवता. किन्तु द्विवचने, द्विवचने पश्यतु, तत्र प्रत्ययः अस्ति भ्याम्, भ्याम् इत्यस्य प्रथम, भ्याम् इति प्रत्ययः, तस्य प्रथमवर्णः कः? भकारः, भकारः अस्ति, भकारः स्वरः नास्ति खलु, हल् वर्णः अस्ति, हल् वर्णः अस्ति इति कारणेन तत्र हल् सन्धिः भवति. हल् सन्धिः इति कृत्वा तकारः, तकारः न तिष्ठति, तकारस्य स्थाने दकारः भवति. यत्र प्रत्ययस्य प्रथमवर्णः हल् वर्णः अस्ति व्यञ्जनं, तत्र प्रातिपदिकस्य प्रथम अन्तिमवर्णः परिवर्तयितुं शक्यते. नाम अत्र भवत् इत्यस्य तकारस्य दकारः भवद्भ्यां, भवद्भ्यां. तर्हि तावदेव अस्ति यत्र आम् आम्, तत्र तत्र तत्र हल् सन्धिः अस्ति, तत्र नियमाः सन्ति. किन्तु इदानीं केवलं तावदेव अवगन्तव्यमस्ति यत् पश्यतु, द्विवचने तृतीया तृतीया चतुर्थी पञ्चमी च विभक्तयः तत्र प्रत्ययः भ्याम् अस्ति. भकारः व्यञ्जनमस्ति इति कारणतः तकारस्य स्थाने ड भवति. अनन्तरं बहुवचने तत्र तृतीया चतुर्थी पञ्चमी विभक्तौ च तत्र तथैव भवति, तकारस्य स्थाने ड. अनन्तरं सप्तमी विभक्तौ बहुवचने तत्रापि प्रत्ययः अस्ति सु. तत्र सु इत्यस्य प्रथमवर्णः सकारः. सकारः स्वरः, स्वरः वा व्यञ्जनं वा? व्यञ्जनं खलु. अतः अत्र अपि सकारस्य प्रभावेन प्रातिपदिकस्य अन्तिमवर्णस्य परिवर्तनम् अत्र भवितुमर्हति. अत्र नास्ति, अत्र भवत्सु, तकारः तकारः तिष्ठति. किन्तु कुत्रचित् परिवर्तनं भवति. तत्र पश्यन्तु, वनिज् वनेज् इति शब्दः तत्र बहुवचने सप्तमविभक्तौ तत्र वनिक्षु जकारस्य स्थाने ककारः जातः. तत्र नियमाः सन्ति, इदानीं नियमानाम् आवश्यकता नास्ति. केवलम् अवगन्तव्यमस्ति केवलम् अष्टस्थलेषु वर्णपरिवर्तनं भवितुमर्हति. अष्टस्थलेषु प्रत्ययस्य प्रथमवर्णः हल् वर्णः व्यञ्जनम्. प्रथमाविभक्ति एकवचने, द्वितीय द्विवच तृतीय चतुर्थी पञ्चमी विभक्तिः द्विवचने बहुवचने च इति षट् स्थानानि. योगः तत्र प्रथमाविभक्तौ एकवचने इति सप्तमं सप्तमं स्थानम्. अनन्तरं बहुवचने सप्तमी विभक्तौ अपि वर्णपरिवर्तनं भवितुमर्हति केवलम् एषु स्थलेषु, अन्यत्र न. अतः पश्यन्तु, वनिज् इति उदाहरणमस्ति. जकारस्य तत्र एकवचने वनिक् अथवा वनिग् तत्र वर्णपरिवर्तनमस्ति. अनन्तरं तृतीय चतुर्थी पञ्चमी च द्विवचने बहुवचने तत्र वनिग्भ्याम् वनिग्भिः वनिग्भ्याम् वनिग्भ्यः वनिग्भ्याम् वनिग्भ्यः. अनन्तरं सप्तमी बहुवचने तत्र जकारस्य स्थाने ककारः वनिक्षु. अन्यत्र सर्वत्र वनिज् इति जकारात् शब्दः जकारः तिष्ठति एव. पश्यन्ति, वनिजौ वनिजः, वनिजौ वनिजः, वनिजा वनिजे, वनिजः वनिजः, वनिजि वनिजोः, वनिजोः, तत्र पर्यन्तम्. स्पष्टं, यतोहि तत्र प्रत्ययस्य प्रथमवर्णः स्वरः. यत्र प्रत्ययस्य प्रथमवर्णः व्यञ्जनं तत्र परिवर्तनं भवितुमर्हति. सर्वत्र न भवति इति नास्ति, किन्तु भवितुमर्हति. उदाहरणार्थं तत्र सुहृद् इति पश्यन्तु, सुहृद् तत्र सुहृद् इति दकारः अस्ति एव. दकारस्य परिवर्तनं केवलं सप्तमी बहुवचने सुहृत्सु सुहृत्सु परिवर्तनं, नो चेत् तृतीय चतुर्थी पञ्चमी तत्र तकारः तिष्ठति एव. इदानीं कैः नियमैः कैः नियमैः परिवर्तनं भवति इति चिन्तनं नापेक्षितमस्ति. कैः नियमैः वर्णनं परिवर्तनं भवति इति अस्य आवश्यकता नास्ति इदानीं. केवलं किम् अवगन्तव्यमस्ति, कुत्र परिवर्तनं भवितुमर्हति. तत्र अष्टस्थलेषु तावदेव, अष्टस्थलेषु भवितुमर्हति. अन्यत्र यावन्तः शब्दाः सन्ति ते सर्वत्र समान, तेषाम् अन्तिमवर्णः सर्वत्र समानः अस्ति. कोऽपि प्रश्नः वा महोदय? सत्यं, यथा मया उक्तं, अष्टस्थानानि सन्ति. तेषु एकमस्ति प्रथमा एकवचने, तत्र परिवर्तनं भवितुमर्हति, अन्यत्र न. उचितम्, अदृष्ट्वा रूपाणि वक्तव्यानि सन्ति. तत्र एतावता गतसप्ताहे वनेज सुहृद मरुत अनन्तरम् अस्मिन् सप्ताहे नकारात् शब्दाः आत्मन् आत्मन् राजन् गुणिन् तत्रापि केवलम् अष्टसु स्थलेषु परिवर्तनं भवितुमर्हति अष्टसु स्थलेषु अन्यत्र सर्वत्र नकारः अस्ति एव अस्तु तर्हि सुब्रह्मण्यं महोदय तत्र वनेज् इति वदति एकवारम् अस्माकं तत्र हलन्तशब्दानां समीचीनं महोदय तत्र हलन्तशब्दानां प्रतिनिधिः अस्ति भवत् एकवारं भवत् सर्वे जानन्तु भवत् शब्दं जानीमश्चेत् तत्र अन्ते यः यथा महोदयेन उक्तम् इदानीं ये यानि रूपाणि सन्ति सर्वेषां शब्दानां रूपाणि तथैव सन्ति तर्हि एकवारं सर्वेषां गृहे भवत् शब्दस्य सर्वे प्रायः जानीयुः खलु भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवति भवतोः भवत्सु तावदेव अस्ति तावत् जानाति चेत् अन्ये सर्वे शब्दाः तथा भवन्ति अस्तु अग्रे सरेम तर्हि तत्र पुष्पाभगिनी तत्र सुहृद् इति वदति वा अदृष्ट्वा कागदं न दृष्टव्यमस्ति खलु स्वरूप महोदय सहदेव अपि अस्ति अस्तु अस्तु बहु समीचीनमस्ति इदानीं मम विश्वासः अस्ति यत् न कोऽपि कागदं पश्यति कागदं न द्रष्टव्यमस्ति खलु अस्तु बहु समीचीनमस्ति बहु समीचीनं मम पूर्णविश्वासः अस्ति सर्वेषां यतोहि किं कागदस्य दर्शने को लाभः न कदापि न कोऽपि लाभः अस्ति खलु अतः अस्माकं चिन्तनं भवति वस्तुतः एतत् सर्वं केवलं रतनमिति न चिन्तनमस्ति वर्णपरिवर्तनं कुत्र भवितुमर्हति कुत्र च न भवति इति अस्मिन् विषये चिन्तनम् अस्तु सहदेव महोदय भवान् अस्ति वा अस्तु अस्तु तर्हि किञ्चित् अभ्यासं कृतवान् वा तत्र मरुत् शब्दः वदति वा अथवा अभ्यासः न जातः वदतु मरुतौ मरुतः मरुतं मरुतौ मरुतः मरुता मरुद्भ्यां मरुद्भिः मरुद्भिः वदतु महोदय मरुद मरुद अनन्तरं भिः मरुद्भिः मरुद्भिः मरुद्भिः भा भा भा ए बी सी भा भा मरुद्भिः मरुते मरुद्भ्यां मरुद्भ्यः मरुतः मरुद्भ्यां मरुद्भ्यः मरुतः मरुतोः मरुतां मरुति मरुतोः मरुत्सु अस्तु महोदय समीचीनं बहु सम्यक् अस्ति पश्यन्तु तत्र सहदेव महोदय तु भारतात् न आगतः तत्र दक्षिण अमेरिकातः आगतः इति कारणे तत्र तस्य भाषाज्ञानं नास्ति किन्तु तथापि बहु समीचीनं कार्यं करोति महोदय तत्र पठनस्य अभ्यासः अपि तस्य अभवत् इदानीम् अस्मिन् सप्ताहे सहदेव महोदय भवान् स्वयं कण्ठस्थी करोतु मेमरैज् कण्ठस्थी किञ्चित् कण्ठस्थी करोतु अनेन महान् लाभः बहु समीचीनमस्ति अस्तु अग्रे सरेम तर्हि श्रीनिवास महोदय तत्र आत्मन् इति वदति वा आत्मन् आत्मा आत्मानौ आत्मानः हे आत्मन् हे आत्मानौ हे आत्मानः आत्मानम् आत्मानौ आत्मनः आत्मना आत्मभ्याम् आत्मभिः आत्मने आत्मभ्याम् आत्मभ्यः आत्मनः आत्मभ्याम् आत्मभ्यः आत्मनः आत्मनोः आत्मनाम् आत्मनि आत्मनोः आत्मासु बहु समीचीनमस्ति तर्हि पश्यन्तु अत्र किं भवति अत्र हल्सन्धिः अस्ति हल्सन्धिः नाम किम् इति चेत् अत्र नकारस्य लोपः अपगमनं यथा वनिज् शब्दः तत्र जकारस्य स्थाने गकारः कुत्रचित् जकारस्य स्थाने गकारः कुत्रचित् ककारः वनिज् अत्र आत्मन् इति यत्र प्रत्ययस्य आरम्भे व्यञ्जनमस्ति यथा भ्यां भिः भ्यां भ्यः तत्र नकारस्य लोपः भवति इति परिवर्तनं तावदेव नकारस्य लोपः तत्र पाणिनीयसूत्राणि सन्ति नाम नियमाः सन्ति नियमः अस्ति यत्र प्रत्ययस्य आरम्भे व्यञ्जनमस्ति तत्र नकारान्तशब्दः अस्ति चेत् नकारस्य लोपः भवति इति नियमः केवलं नकारस्य नकारस्य अतः आत्मन् राजन् गुणिन् सर्वं समानमस्ति नकारस्य लोपः यत्र प्रत्ययस्य आरम्भे यत् व्यञ्जनमस्ति तत्र नकारान्तप्रातिपदिकमस्ति चेत् तत्र नकारस्य लोपः भवति अन्यत्र नास्ति खलु आत्मना आत्मने आत्मनः आत्मनः आत्मनि यथा भवत् शब्दः भवता भवते भवतः भवतः सर्वत्र भवति समानमस्ति सर्वं समानमेव अस्तु बहु समीचीनमस्ति शिल्पा भगिनी अग्रे राजन् इति वदति वा तत्र राजन् राजन् राजा राजानौ राजानः राजानं राजानौ राण्यः राण्या राजभ्यां राजभिः राण्ये राजभ्यां राजभ्यः राण्यः राजभ्यां राजभ्यः राण्यः राण्योः राण्याम् राणी राण्योः राजसु. समीचीनमस्ति. अत्र भेदः कः इति चेत् अत्र किमस्ति यत् आत्मन् तत्र आत्मन् इति शब्दे यथा उक्तं प्रत्ययस्य प्रथमवर्णः व्यञ्जनमिति चेत् नकारस्य लोपः भवति. अत्र राजन् इति शब्दः अपि तथा, किन्तु यत्र प्रत्ययस्य प्रथमवर्णः स्वरः न तु व्यञ्जनम्. पश्यन्तु, यत्र व्यञ्जनमस्ति तत्र राजभ्यां राज यथा आत्मभ्याम् आत्मभिः आत्मभ्याम् आत्मभ्यः तत्र तथैव अत्र राजभ्यां राजभिः राजभ्यां राजभ्यः इति तथैव अस्ति. किन्तु किमस्ति तत्र प्रथमपञ्चरूपाणि विहाय राजा राजानो राजानः राजानं राजानौ तत्र पर्यन्तं किमपि नास्ति. अनन्तरं राज्ञः राज्ञः राज्ञा राज्ञे राज्ञः राज्ञः राज्ञी राज्ञोः राजसु तत्र पर्यन्तं. तत्र किमस्ति यत् प्रथम प्रत्ययस्य प्रथमवर्णः स्वरः अस्ति इति कारणेन अत्र नकार अत्र राजन् इति प्रातिपदिकमस्ति प्रातिपदिकमस्ति मूलरूपं राजन् तत्र जकार नकारयोः मध्ये कः वर्णः अस्ति? कोऽपि वदति वा? राजन् इति प्रातिपदिके जकार नकारयोः मध्ये कः वर्णः अस्ति? न न न अत्र किं वद तत्र राजन् इति प्रातिपदिकं तत्र केवलं राजन् राजन् इति शब्दः प्रातिपदिकं मूलरूपं राजन् तत्र रेफः अकारः जकारः अनन्तरं नकारः जकार नकारयोः मध्ये कः वर्णः अस्ति? हा ह्रस्वकारः अस्ति. अकारः अस्ति खलु. रेफः अकारः जकारः अकारः नकारः खलु. तत्र नियमः एवमस्ति यत् यत्र प्रत्ययस्य प्रथमवर्णः स्वरः तत्र नकारात् पूर्वं यः अकारः तस्य लोपः. अतः तत्र अकारस्य लोपं कृत्वा इदानीं जकार नकारयोः मेलनम्. अतः ज्ञा जकार नकारयोः वस्तुतः तत्र जकार नकारयोः मेलनेन प्रथमतया जकारस्य प्रभावेन तत्र श्चुत्वसन्धिः इति अग्रे गत्वा सन्धिनियमान् वयं करिष्यामः. इदानीं नास्ति चिन्ता. किन्तु जकारस्य प्रभावेन नकारस्य स्थाने जकारः कस्मिन् वर्गे अस्ति? च वर्गः च जया तत्र जकारस्य प्रभावेन नकारस्य स्थाने च वर्गस्य पञ्चमवर्णः य नकारस्य स्थाने य तर्हि इदानीं रेफः अकारः जकारः यकारः च य जकार यकारयोः मेलनेन ज्ञानमिति ज्ञानमिति ज्ञा भवति. तत्र कार्यद्वयमस्ति. प्रथमतया नकारस्य स्थाने यकारः च य अपि च जकार यकारयोः मेलनेन ज्ञ इति अस्ति. नाम अस्य सर्व यत् अहं वदामि इदानीं तस्य कण्ठस्थीकरणस्य आवश्यकता नास्ति. केवलम् अवगच्छतु यत् तर्कः अस्ति कथं राज्ञः नाम द्वितीयविभक्तौ बहुवचने कथं राज्ञः इति अभवत् तत्र केवलं रहस्यमिति न तत्र नियमाः सन्ति तर्कपूर्णः अस्ति सर्वम्. अपि च यत्र प्रत्ययस्य प्रथमवर्णः व्यञ्जनमस्ति यथा भ्याम भीः भ्याम भ्यः तत्र नकारस्य लोपः तावदेव सुहृद् शब्दः सुहृद् सुहृदौ सुहृदः सुहृदं सुहृदौ सुहृदः बहुवचने सुहृदः एव प्रथमा द्वितीया द्वितीयविभक्त्यां सत्यं प्रश्नः कः किमर्थं परिवर्तनं नास्ति इति वा परिवर्तनं नास्ति परन्तु आत्मा आत्मानौ आत्मानः आत्मानम् आत्मानौ आत्मनः सत्यं परिवर्तनं किं कारणेन तस्य कारणमस्ति सर्वस्य कारणमस्ति वदामि अत्र किमस्ति किन्तु हा अस्तु वदामि अत्र किमस्ति यत् प्रथम अत्र एकविंशतिः विभक्तयः रूपाणि विभक्तिरूपाणि एकविंशतिः खलु तत्र प्रथमपञ्च येषां नाम सर्वनामस्थान संज्ञकरूपाणि सर्वनामस्थानरूपाणि तत्र आत्मा आत्मानौ आत्मानः आत्मानम् आत्मानौ इति तत्र पर्यन्तं कुत्रचित् विशिष्टकार्यं भवति तत्र अपि च नाम अत्र किमस्ति ततः अग्रे पश्यन्तु मकारे आकारः तस्य लोपः भवति खलु नाम वस्तुतः लोपः इति न तत्र नियमः अस्ति यत् सर्वनामसंज्ञकरूपाणि पञ्चम प्रथमपञ्च तत्र प्रातिपदिकमस्ति आत्मन् किन्तु यत्र प्रथमपञ्चानां प्रथमपञ्चानामस्ति नाम अस्ति सर्वनामसंज्ञा सर्वनामसंज्ञा पञ्चम प्रथमपञ्चानाम् अस्ति यत्र सर्वनामसंज्ञा भवति तत् यत्र सर्वनामसंज्ञकेषु नकारस्य तत्र नियमः अस्ति यत् मकारस्य अकारस्य दीर्घत्वं भवति आत्मा आत्मानौ आत्मानः वस्तुतः आत्मनः पश्यन्तु आत्मनः इत्यस्मात् आरभ्य तत्र किमपि कार्यं नास्ति प्रातिपदिकमस्ति आत्मन् भवतः प्रश्नः आसीत् किमर्थम् आत्मनः तत्र केवलं तत्र किमपि नास्ति आत्मनः तत्र किमपि कार्यं नास्ति वस्तुतः तत्र कार्यं नास्ति कार्यमस्ति आत्मा आत्मानो आत्मानः आत्मानम् आत्मानो तत्र आकारः आगतः तत्र कार्यमस्ति प्रथमपञ्च ततः अग्रे किमपि कार्यं नास्ति यत्र नियमः अस्ति यत्र सर्वनामस्थानसंज्ञा अस्ति प्रथमपञ्चसु तत्र आकारः भवति इति नियमः तथैव आत्मा राजा तत्र नियमः अस्ति तत्र प्रथमपञ्चानाम् आकारः भवति अनन्तरं यथावत् आत्मन् इति प्रातिपदिकम् आत्मनः तत्र यथा मूलं तथैव अस्ति अस्तु तर्हि नाम यत्र वैशिष्ट्यं भवति प्रथमपञ्चसु भवत्शब्दं पश्यतु भवत्शब्दं तत्र प्रथमपञ्चरूपाणि सन्ति तत्र भिन्ना अस्ति खलु तत्र नकारः अस्ति ततः अग्रे नकारः नास्ति तर्हि कुत्रचित् प्रथमपञ्चसु रूपेषु भेदः भवति भवत्शब्दस्य स्थितिः आत्मन् शब्दस्य स्थितिः तथा राजन् शब्दस्य स्थितिः ततः अनन्तरम् अग्रे पश्यन्तु गुणि तत्र किमपि नास्ति कुत्रचित् अस्तु विद्वास् इति पश्यतु विद्वास् तत्र प्रथमपञ्च तत्र आकारः अस्ति अनन्तरम् अग्रे नास्ति अग्रे नास्ति विद्वान् विद्वांसो विद्वांसः विद्वांसं विद्वांसो अनन्तरं विदुषः ततः ततः अग्रे सर्वत्र सर्वत्र उकारः अथवा वकारः विदुषः विदुषः अस्य सर्व नाम पाणिनेः नियमाः सन्ति सर्वत्र तावत् किन्तु मुख्यमस्ति यथा मया उक्तं कुत्र अन्तिमवर्णस्य परिवर्तनं भवति इति मुख्यमस्ति नाम what do we have to do? We have to see the trends. Now we don't have to look at all the rules. The rules we'll see later. Niyamaha kaha, niyamaha ke iti anantaram pashyamaha. Kintu kutra pravrati hasti. Yena vayam yena shabdan vayam avagantum shaknuyama. Anantaram niyamaha drashtavyaha santi. Na, bhavatah prashnaha samichana asti. Nama atmanah kimartham. तत्र केवलं मया किमुक्तं तत्र आत्मनः इति रूपं भिन्नम् इति नास्ति भेदः कुत्र अस्ति प्रथमपञ्चसु भेदः ततः अग्रे सर्वे यथा आत्मनः तथैव अस्तु अग्रे गच्छेम तर्हि इदानीं सन्ध्याभगिनी वक्तुमिच्छति वा अग्रे गुणिन् इदानीं न अस्तु अस्तु नास्ति चिन्ता तर्हि पद्मा भगिनी वदति वा महोदय गुणि गुणिनौ गुणिनः गुणिनं गुणिनौ गुणिनः गुणिना गुणिभ्यां गुणिभिः गुणिने गुणिभ्यां गुणिभ्यः गुणिनः गुणिभ्यां गुणिभ्यः गुणिनः गुणिनोः गुणिनां गुणिनि गुणिनोः गुणिषु बहु समीचीनमस्ति तावत् अस्माकं गृहपाठः आसीत् बहु सम्यक् अस्ति नाम प्रतिसप्ताहं नूतन त्रयः शब्दाः भविष्यन्ति सम्यक् वा मम एतादृशं चिन्तनं प्रतिदिनं केवलं पञ्चनिमेषाः केवलं पश्यन्तु तत्र सन्ध्या भगिनी मेडिकल् स्टुडेण्ट् अस्ति तत्र बहु कार्यं भवति मेडिकल् स्कूल् मध्ये अहं स्वयं जानामि बहु कार्यमस्ति तथापि पञ्चनिमेषाः सन्ति प्रतिदिनं केवलं पञ्चनिमेषाः तत्र शब्दरत्नं भवति चेत् सर्वं भविष्यति सर्वम् आनन्देन न कापि समस्या अस्ति अतः सर्वे कर्तुं शक्नुवन्ति पञ्चनिमेषाः केवलं मम प्रार्थना प्रतिदिनं पञ्चनिमेषाः सर्वं भविष्यति एतावता वयं किं कृतवन्तः वनिज् सुहृद् मरुत् भवत्तु अस्ति एव आत्मन् राजन् अनन्तरं गुणिन् अस्मिन् सप्ताहे इदानीं विद्वस् वाच् अपि च स्रज् नूतनत्रयः शब्दः अस्तु तत्र पुल्लिङ्गसकारान्तशब्दः विद्वान् विद्वस् अनन्तरं श्रीलिङ्गे श्रीलिङ्गशब्दानि शब्दाः आरभ्यन्ते तत्र वाच् इति चकारान्तशब्दः श्रीलिङ्गे स्रज् इति जकारान्त श्रीलिङ्गे अनेन यत्किमपि नूतनशब्दः यः कोऽपि नूतनशब्दः भवति तदाधारेण वयं ज्ञास्यामः अस्तु इदानीं द्वादशे पुटे द्वादशे पुटे महोदय अहं पृच्छामि इति युक्ते सुहृत् सुहृद् इत्युक्ते मित्रम् मित्रम् अत्र प्रथमतया नवमे पुटे पश्येम सुहृद् सुहृद् इत्युक्ते मित्रम् अत्र नवमे पुटे एकवारं पश्यन्तु नवमे पुटे नवमे पुटे तत्र प्रथमशब्दः अस्ति तत्र कोष्टकं, कोष्टकं तत्र प्रथमशब्दः अस्ति योगिन्, पश्यन्ति वा योगिन्? पश्यन्ति वा? अस्तु, तर्हि योगिन् इति शब्दः किमर्थं वदामि, तत् सः शब्दः अस्माभिः न अधीतः, किन्तु गुणेन इति शब्दं वयं पठितवन्तः. तर्हि यतोहि वयं गुणी शब्दं गुणिन् शब्दं जानीमः, योगिनापि तथा. तत् अतः वदामि, यदि करपत्राणि ये शब्दाः सन्ति यदि तान् जानीमः कण्ठस्थी कृत्वा, तदनन्तरम् अग्रे सौलभ्यमस्ति, सौकर्यं. यतोहि योगिन् गुणिन् इव अस्ति. कर्मन् कर्मन् इति नकारान्त नपुंसकलिङ्गशब्दः करपत्रे अस्ति. अनन्तरं वचस् तत्र नपुंसकलिङ्गशब्दः अस्ति, सकारान्तशब्दः अस्ति. तत्र मनस् तृतीये पूते तत्र सकारान्त मनस् शब्दः अस्ति. तर्हि वचस् इत्यस्य तत्र कण्ठस्थीकरणस्य आवश्यकता नास्ति. मनस् इति जानाति चेत् तत्र वचस् इति जानाति. अनन्तरम् अग्रे पुल्लिङ्गे विसज् जकारान्तशब्दः, तत्र जकारान्तशब्दः वयम् अधीतवन्तः. वनिज् यः वनिज् जानाति सः विसज् अपि जानाति. सुहृद् करपत्रे अस्ति. अनन्तरं विपश्चित्, विपश्चित् इति यथा मरुत् शब्दः तथैव विपश्चित् इति भवति. अनन्तरम् आत्मन्, आत्मन् अस्माकं करपत्रे अस्ति. अनन्तरं त्वच्, त्वच् इति स्त्रीलिङ्ग, त्वच् इति स्त्रीलिङ्गशब्दः अस्ति. यथा वाच् स्त्रीलिङ्गे करपत्रे वाच् अस्ति, अत्र त्वच् अस्ति. अत्र अग्रे वाच् अस्ति करपत्रे. तत्र वर्तमन् इति नकारान्तनपुंसकलिङ्गशब्दः, नकारान्तनपुंसकलिङ्गशब्दः. तत्र अस्माकं कर्मन् इति नकारान्तनपुंसकलिङ्गशब्दः अस्ति करपत्रे एव. अतः अत्र कति शब्दाः सन्ति? तत्र अष्टादश, अष्टादशशब्दाः करपत्रे. अष्टादशशब्दान् जानाति चेत् तत्र सर्वं जानाति, सर्वं सर्वम्. अतः महान् लाभः. तावदेव वक्तुमिष्टवान्. अस्तु, द्वादशपुटे अत्र निहारिका भगिनी तत्र पठति वा? द्वादशपुटे अत्र अन्तिमश्लोकः चञ्चलम्. सत्यम् न चञ्चलं हि मनः. द्वादशपुटे पश्यति वा? चञ्चलं हि मनः कृष्ण प्रमाति बलवत् दृढम् तस्याहं निग्रहं मन्ये वायुरिव सुदुष्करम्. सत्यं सुदुष्करम्. तर्हि अत्र अस्माकं प्रथमकार्यमस्ति यत् क्रियापदमस्ति वा इति द्रष्टव्यमस्ति. अस्मिन् श्लोके किञ्चन क्रियापदमस्ति वा? द्वितीय पङ्क्ते मन्ये अस्ति महोदय. प्रथमपङ्क्त्याम् अहं चिन्तयामि प्रमाथि क्रियापदम् इति वयं चिन्तयितुं शक्नुमः, किन्तु वस्तुतः नास्ति. अत्र एक एव क्रियापदमस्ति मन्ये. अत्र अत्र अस्मिन् श्लोके वाक्यद्वयमस्ति, वाक्यद्वयमस्ति. द्वितीये वाक्ये क्रियापदमस्ति मन्ये. एतत् सर्वं चिन्तनं किमर्थम् इति चेत् तत्र शब्दक्रमः श्लोके भिन्नः अस्ति खलु. शब्दक्रमः सामान्यवाक्यम् अहम् आपणं गच्छामि, तत्र कर्तृपदं प्रथमपदम् अहम्, अनन्तरम् अन्ते क्रियपदमस्ति गच्छामि, तत्र कर्मपदं मध्ये भवति अहम् आपणं गच्छामि. किन्तु अत्र क्रियपदम् अन्ते नास्ति, कर्तृपदम् आरम्भे अपि नास्ति, अतः द्रष्टव्यमस्ति, किञ्चित् अन्वेषणीयं भवति. तर्हि मन्ये इति क्रियापदमस्ति, स च क्रिया, तच्च क्रियपदं द्वितीयवाक्यस्य क्रियपदम्. अस्मिन् श्लोके द्वे वाक्ये स्तः प्रथमवाक्यस्य क्रियापदं वस्तुतः नास्ति. यत्र क्रियापदं नास्ति तत्र, नाम प्रत्येकस्मिन् वाक्ये क्रियपदं तु भवति एव, यत्र क्रियपदं न दृश्यते तत्र किं क्रियपदं भवेत् इति कोऽपि वदति वा? भवति अथवा अस्ति. हा सत्यं, तथैव. अतः तत्र सारल्यार्थं तत्र अस्ति इति वदामः. तत्र अस्ति अथवा अस्ति, अस्ति अस्ति. सः यथा वाक्यमस्ति, सः बालकः, सः बालकः इति वाक्यमस्ति खलु. किन्तु यद्यपि वयं न उक्तवन्तः, तत्र संस्कृतेन तत्र वक्तव्यमस्ति, चिन्तनीयमस्ति, अस्ति, सः बालकः अस्ति. अथवा अन्यत् उदाहरणं, तत् गृहं बृहत् इति वाक्यमस्ति. तत्र क्रियपदं नास्ति किन्तु अस्ति अपि. वयं न उक्तवन्तः किन्तु अस्ति इति क्रियपदं संयोजनीयं भवति, अतः तत् गृहं बृहत् अस्ति. अत्रापि तथा, यत्र क्रियपदं नास्ति तत्र अस्ति इति संयोजयतु. तर्हि एकमस्ति क्रियपदं किं, द्वितीयमस्ति अर्थं दृष्ट्वा अस्माकम् अन्वयः. अन्वयः इत्युक्ते शब्दक्रमः. यथा सामान्यं वाक्यमस्ति अहम् आपणं गच्छामि, तथैव क्रिया शब्दक्रमः करणीयः इति अन्वयः भवति. अन्वयः इति शब्दः इत्युक्ते सम्बन्धः. नाम अहम् आपणं गच्छामि इति अस्मिन् वाक्ये प्रत्येकं शब्दस्य कश्चन सम्बन्धः भवति. कर्तृपदं, कर्मपदं, क्रियपदं, तत्र सम्बन्धाः भवन्ति. शब्दक्रमस्य यद् शब्दक्रमः उचितः भवति लोके, तत्र सुलभतया वयम् अवगच्छामः कीदृशसम्बन्धः अस्ति. यदि अहं वदामि गच्छामि अहम् आपणं, तत्र वाक्यं लघु अस्ति अतः वयम् अवगच्छामः, किन्तु तत्र किञ्चित् काठिन्यम् अस्ति, यतोहि अस्माकम् अभ्यासः नास्ति. गच्छामि अहम् आपणं किञ्चित् चिन्तनीयं भवति खलु अवगमनार्थम्. अतः तत्र अन्वयः, गच्छामि अहम् आपणं, तत्र अन्वयवाक्यं भवति अहम् आपणं गच्छामि इति अन्वयवाक्यमस्ति, येन अवगमनं सुलभम्. तथैव अत्र श्लोकः, अत्र चञ्चलं हि मनः कृष्णप्रमाथि बलवद्दृढम्. तत्र शब्दक्रमः भिन्नः अस्ति इति कारणतः अस्माकं क्लेशः अस्ति. तर्हि शब्दक्रमः उचितः यदा भवति अस्माकम् अवगमनं भवति. कोऽपि श्लोकं जानाति वा? अन्य कोऽपि वक्तुमिच्छति वा तस्य अन्वयः? वदतु. तत्र कृष्णसम्बोधन अस्ति, कृष्ण हे कृष्ण, मनः चञ्चलं प्रमाथि बलवद्दृढं भवति इत्युक्ते मनः चञ्चलः प्रमाथि मान्ये प्रायः क्षोभा दुःखः, बलवद्दृढं माने इत्युक्ते दृढं दृढ बलवति मान्ये बलवत् दृढं प्रमाथि मान्ये प्रायः क्षोभा दुःखं दुःखदायकं भवति मनः चञ्चलं भवति इतस्ततः गच्छति. द्वितीयवाक्ये अहं मन्ये, अहं मन्ये अस्ति, परन्तु अत्र मन मनः तस्य मनः सूचयति मनसः निग्रहं दुष्करं वायुः इव वायोः निग्रहं यथा दुष्करं भवति तथैव मनसः निग्रहम् अपि दुष्करं भवति किं कारणं मनः चञ्चलं भवति मनः दृढं बलवत् प्रमाथि अपि भवति तत्कारणात् अति उत्तमं महोदय बहु समीचीनमस्ति किञ्चिदेव वदामि किन्तु भवतः चिन्तनं बहु समीचीनमस्ति अन्वयवाक्यमपि समीचीनमस्ति पश्यन्तु सर्वे अत्र यथा महोदयेन उक्तं तत्र सम्बोधनमस्ति आरम्भे अर्जुनः वदति कृष्ण सम्बोधनमस्ति कृष्ण हे कृष्ण इति सम्बोधनम् अनन्तरं कर्तृपदं भवति यथा अहम् आपणं गच्छामि तत्र कर्तृपदमस्ति अत्र अस्ति मनः कर्तृपदमस्ति मनः अपि च मया उक्तं यत् प्रथमे वाक्ये क्रियापदं नास्ति अतः अस्ति यथा सुब्रह्मण्यं महोदय उक्तवान् तत्र अस्ति इति क्रियापदं भवति तर्हि मनः अस्ति इति वाक्यं मनः अस्ति इति वाक्यमस्ति अनन्तरं कानिचन विशेषणानि सन्ति कानिचन यथा बालकः अस्ति इति वाक्यम् अनन्तरं बालकः कीदृशः बालकः बुद्धिमान् उन्नतः अस्ति इति वाक्यम् इदानीं वाक्यमस्ति मनः अस्ति इदानीं मनः कीदृशं वस्तुतः सकारान्तनपुंसकलिङ्गशब्दः सकारान्तनपुंसकलिङ्गशब्दः मनस् करपत्रे अस्ति मनस् अत्र प्रथमाविभक्तौ मनः विशेषणानि सन्ति यथा विशेषमस्ति तथा विशेषणमपि भवति खलु यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्यापि इति श्लोकः अत्र मनः एकवचने अपि च नपुंसकलिङ्गे अस्ति अतः अपि च प्रथमाविभक्तौ अस्ति प्रथमाविभक्तौ एकवचने नपुंसके तर्हि विशेषणानि अपि तथा मनः हि इत्युक्ते एव मनः हि चञ्चलम् अत्र चञ्चलः चञ्चला चञ्चलं मनः नपुंसकलिङ्गे अतः मनः हि चञ्चलम् अनन्तरं बलवत् यस्मिन् बलः यस्मिन् बलमस्ति तत् बलवत् तत्र बलवत् इति त्रिषु लिङ्गेषु भवति बलवत् पुल्लिङ्गे किं भवति बलवान् स्त्रीलिङ्गे सम्यक् अत्र बलवत् बलवान् बलवती अत्र नपुंसकलिङ्गशब्दः मनः अतः बलवत् तत्र कश्चन प्रत्ययः अस्ति तस्य बलमिति शब्दः अनन्तरं प्रत्ययस्य नाम अस्ति मतुप् प्रत्ययः इत्युक्ते इत्यस्य अर्थः अस्य अस्मिन् वा उदाहरणार्थं धनं यस्य धनमस्ति सः धनवान् पुल्लिङ्गे नपुंसकलिङ्गे धनवत् स्त्रीलिङ्गे तर्हि पुरुषः धनवान् महिला अस्ति चेत् धनवती यन्त्रमस्ति चेत् धनवत् नपुंसकलिङ्गे तथैव भवति अनन्तरं बुद्धिः यस्य बुद्धिः अस्ति सः स्त्रीलिङ्गे बुद्धिमत् इति नपुंसकलिङ्गे बुद्धिमत् अस्तु, समीचीनमस्ति. अनन्तरम् अन्यत् उदाहरणं कोऽपि वदति वा? श्रीमान् इति उक्तवान्. कः किम् उक्तवान्? इति अस्ति, समीचीनम् अस्ति. वस्तुतः मतु प्रत्ययः कुत्रापि संयोजयितुं शक्नुमः. वस्तुतः उदाहरणार्थं यस्य पार्श्वे पुस्तकमस्ति सः पुस्तकवान् इति असामान्यप्रयोगः, किन्तु दोषाय नास्ति. बालकः पुस्तकवान्, बालिका पुस्तकवती, यन्त्रं पुस्तकवत्. उदाहरणार्थं वदामि, तत्र भूतलं, भूतलम् इत्युक्ते भूमिः, भूतलं नपुंसकलिङ्गशब्दः भूतलं. तत्र घटः पुल्लिङ्गशब्दः अस्ति, कण्टैनर् इति घटः. तत्र भूतलं भूतले घटः अस्ति, यथा उत्पीठिकायां घटः अस्ति, किन्तु भूतलं भूतले घटः अस्ति. तर्हि भूतलं कीदृशमिति वदति वा? घटवत् भूतलं घटवत्. यथा यस्य बुद्धिः सः बुद्धिमान्, भूतलस्य उपरि घटः अस्ति अतः भूतलं घटवत्. मतु प्रत्ययः सर्वत्र. बालकः बालकस्य पार्श्वे घटः अस्ति, तर्हि बालकः बालकः पुल्लिङ्गशब्दः. हा, बालकः घटवान् यथा धनवान् बुद्धिमान्, अत्र घटवान् बालकः घटवान् भूतलं घटवत्. बालिका बालिका गतवती इत्युक्ते इत्युक्ते किम्? न, इत्युक्ते बालिकायाः पार्श्वे घटः अस्ति. अत्र यस्य पार्श्वे बलमस्ति सः बलवान्, अथवा अत्र मनः नपुंसकलिङ्गशब्दः, तर्हि मनः चञ्चलं बलवत्. चञ्चलमिति चञ्चलमिति ये न जानन्ति, तत् चञ्चलं नाम सर्वत्र सर्वदा इतस्ततः धावनं गच्छति सर्वत्र. यथा वानरः, शिल्पा भगिनी अस्ति वा? भगिनी, तर्हि वानरः, वानरः इति जानाति खलु, वानरः पशुः. यदि भवती, यदि पुरतः वानरः अस्ति, भवती वदति वानरः, हे वानर अत्र तिष्ठतु, अन्यत्र मा गच्छतु, अत्र तिष्ठतु इति वानरः शृणोति वा? अत्र तत्र तिष्ठति नास्ति खलु. अतः वानरः चञ्चलः इति वदामः. अथवा लघुशिशुः, द्विवर्षीयशिशुः, त्रिवर्षीय शिशुः अस्ति चेत् तत्र वदति चेत् अत्र तिष्ठतु, एतस्ततः आगच्छतु, तत्र शृणोति वा सः? अतः लघुशिशुः चञ्चलः, अत्र चञ्चलः, अत्र मनः चञ्चलम्, स्थिरं न तिष्ठति, इतस्ततः गच्छति, मनः चञ्चलं बलवत्, तस्मिन् बलमस्ति अतः बलवत् मनः. अनन्तरं दृढं प्रमाथि, दृढं नाम अत्यन्तम्, अत्यन्तं दृढम्. अनन्तरं प्रमाथि, प्रमाथि तत्र धातुः अस्ति मत्, तत्र मत् मथनं, मथनमिति कदापि श्रुतवन्तः वा? मथनं, मथनं, हा मथनं, यथा समुद्रस्य मथनं भवति खलु. तत्र तत्र यथा क्रीडातु क्रीणाति, अत्र मत् धातुः तथैव मथनाति मथनाति किन्तु अत्र प्रमाति इति अस्ति अत्र क्रियापदं नास्ति अत्र यथा यस्य गुणः अस्ति सः गुणी खलु यस्य गुणः अस्ति सः गुणी प्रातिपदिकमस्ति गुणिन् अत्र प्रमाथि इति अस्य प्रातिपदिकमस्ति प्रमाथिन् प्रमाथिन् अस्ति अत्र यथा गुणिशब्दः पुल्लिङ्गे गुणी स्त्रीलिङ्गे किम् गुणिनी गुणः गुणी पुल्लिङ्गे यस्य गुणः अस्ति पुल्लिङ्गे सः गुणी स्त्रीलिङ्गे गुणिनी नपुंसकलिङ्गे गुणि ह्रस्व इकारान्त शब्दः गुणि ह्रस्व इकारान्त शब्दः भवति नपुंसकलिङ्गे अत्र तथैव अस्ति प्रमाथिन् इति नकारान्त शब्दः पुल्लिङ्गे प्रमाथी स्त्रीलिङ्गे प्रमाथिनी नपुंसकलिङ्गे प्रमाथी तत्र पुनः मनशब्दस्य विशेषणं मनः हि चञ्चलं बलवत् दृढं प्रमाथि अस्ति इति वाक्यं बुद्धं स्पष्टमस्ति अस्तु कोऽपि प्रश्नः निहारिका भगिनी अवगच्छति वा अस्तु तर्हि अग्रे यथा सुब्रह्मण्यं महोदय उक्तवान् तत्र वाक्यमस्ति अहं मन्ये अहं मन्ये अनन्तरं मध्ये अहं तस्य कस्य मनसः अहं तस्य मनसः निग्रहम् इत्युक्ते नियन्त्रणम् अहं मनसः नियन्त्रणं वायोः इव वायुः नाम वयं जानीमः खलु वायोः इव सुदुष्करं नाम कठिनमिति अर्थः अहं तस्य निग्रहं वायोः इव सुदुष्करं मन्ये इति तर्हि अन्वयवाक्यमस्ति हे कृष्ण मनः हि चञ्चलं बलवत् दृढं प्रमाथि अहं तस्य नाम मनसः निग्रहं वायोः इव सुदुष्करं मन्ये स्पष्टमस्ति न मन्ये सप्तमे इति नास्ति मन्ये इति आत्मनेपदी यथा आत्मनेपदी धातुः यथा तत्र किमपि प्रकाशते सूर्यः प्रकाशते अहं प्रकाश्ये तत्र आत्मनिपदि धात्वः सन्ति खलु तर्हि तत्र प्रकाशते प्रकाशते प्रकाशे ते प्रकाशन्ते प्रकाशसे प्रकाशे ते प्रकाशध्वे प्रकाशे प्रकाशावहे प्रकाशामहे अत्र मन्ये तथा अहं मन्ये बालकः मन्यते बालकौ मन्येते बालकाः मन्यन्ते यथा प्रकाशते प्रकाशयति प्रकाशन्ते अहं प्रकाशे अहं मन्ये क्रियपदमस्ति अस्तु समीचीनं वा नियन्त्रणं कण्ट्रोल् अहं नाम मनसः निग्रहं वायोः इव दुष्करं मनसः निग्रहं दुष्करं नियन्त्रणं कठिनं मनसः स्पष्टं वा We can't hold it just like the air. Yeah, just like the wind. You can't control the wind. Okay. So, vayohu iva shashti vibhakti. Satyam. Shashti. तस्य अहं तस्य वायोः समानविभक्ति वायोः इव तत्र इव शब्दस्य कश्चन समीचीनः लेखः अस्ति तत्र प्रेषयितुं शक्नोमि अनन्तरं नाम इव इत्यस्य का विभक्तिः कथं प्रयोगः भवति इति अग्रे चर्चां कर्तुं शक्नुमः अत्र षष्टिविभक्तेः प्रयोगः द्वितीय न षष्टि द्विवचन न एकवचने शिशुः षष्टि शिशोः गुरोः अस्तु अस्तु अग्रे सरेम तर्हि अत्र श्रीनिवासमहोदय किञ्चित् पठति वा अग्रे तत्र कथा एतम् पाठम् उच्चैः पठता अवगच्छता च ग्रीष्मकालस्य अनन्तरं हलन्त स्त्रीलिङ्ग नपुंसकलिङ्ग शब्दाः प्रथमा विभक्तिः ग्रीष्मकालस्य अनन्तरं वर्षाकालः आगच्छति आकाशो सूर्यम् आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति तदा कृषकाणां मनांसि संहृष्टानि भवन्ति यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति अस्तु आरम्भतः किञ्चित् परिशीलयामः पुनः पङ्क्तिशः पश्याम ग्रीष्मकालस्य अनन्तरं वर्षाकालः आगच्छति तत्र अर्थः कः ग्रीष्मकालस्य पश्चात् वर्षाकालः भवति सर्वे प्रायः जानन्ति खलु ग्रीष्मकालः ग्रीष्म निहारिका भगिनी जानाति वा ग्रीष्मकालः सर्वे जानन्ति ग्रीष्म इत्युक्ते उष्णकालः खलु उष्ण ग्रीष्मकालः उष्णकालः सर्वे जानन्ति न वा न जानामि अनन्तरं वर्षकालः आगच्छति अस्तु स्पष्टम् अग्रे महोदय आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति अस्तु वदतु आकाशे सूर्यः मेघमालाः सूर्यम् आच्छाद्यन्ति आच्छादयन्ति इतस्ततः विहरन्ति मेघमालाः इतस्ततः विहरन्ति इत्युक्ते आङ्ग्लभाषायां न आङ्ग्लभाषायां मास्तु इतस्ततः इतः एवम् अतः ततः इतः ततः के काः विहरन्ति मेघमालाः अपि च आच्छादयति इत्युक्ते किम् तत्र जानाति खलु तत्र आवरणं सम्पूर्णतया सूर्यम् आवरणं तत्र कुर्वन्ति के काः काः मेघमालाः सूर्यम् आच्छाद्य इति कीदृशरूपमस्ति ल्यप् प्रत्ययः सत्यं किमर्थं ल्यप् ल्यप कुत्र प्रयुज्यते ल्यप कुत्र अत्र आ उपसर्ग अस्ति खलु महोदय यत्र उपसर्गः अस्ति नो चेत् किं भवति स्म अत्र आच्छादयति विहरन्ति आचार्य आचार्य आच्छाद्यति आच्छादयन्ति विहरन्ति आचार्य विहरन्ति तत्तु सत्यं बहु समीचीनमस्ति भगिनि तत् सत्यं किन्तु अत्र किमर्थं क्त्वा नास्ति अपि तु ल्यप् अस्ति इति पृष्टे सति तत्र उत्तरमस्ति यत्र उपसर्गः अस्ति उपसर्गः अस्ति आ इति उपसर्गः अस्ति इति कारणतः नो चेत् क्त्वा इति भवति स्म छादयित्वा नाम गत्वा अगम्य इति अथवा अगत्य रूपद्वयमस्ति तत्र आच्छाद्य ल्यप् अस्ति यतोहि उपसर्गपूर्व तत्र आ उपसर्गपूर्वकरूपमस्ति निहारिका भगिनी तत्र स्पष्टमस्ति खलु प्रश्नः अस्ति वा स्पष्टमस्ति अस्तु भवती एव अग्रे पठतु कृपया तदा प्रश्नः कः नावगच्छति नावगच्छामि गच्छति विहरन्ति गत्वा विहरन्ति यः तु आचार्य दकारः अस्ति अत्र ल्यप्रत्ययः अस्ति अतः तत्र उपवाक्यमस्ति आकाशे सूर्यम् आच्छाद्य इति उपवाक्यमस्ति अनन्तरं तत्र लट्लकारे कश्चन विहरन्ति अस्ति इति कारणतः नो चेत् ल्यप् ल्यप् एकाकी न भवति इति तु सत्यम् अनुवर्तते अग्रे आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति अस्तु अग्रे निहारिका भगिनी किञ्चित् पठित्वा वदतु तदा कृषकाणां मनांसि संहृष्टानि भवन्ति यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भूमि निपतन्ति अस्तु अस्तु तदा कृषकाणाम् इत्युक्ते ये जनाः कृषिकार्यं कुर्वन्ति तेषां मानांसि इत्युक्ते मनांसि अत्र मनांसि इति सुब्रह्मण्यः महोदय तत्र रूपं कीदृशमिति वदति वा महोदय मनांसि मनः मनांसि प्रथमाविभक्ति बहुवचनं महोदय सत्यं तत्र सकारान्त नपुंसकलिङ्गशब्दः यथा वनं वने वनानि वनं वने वनानि अत्र मनः मनसि मनांसि यत्किमपि नपुंसकलिङ्गशब्दः तत्र सर्वत्र प्रथमाविभक्तौ द्वितीयविभक्तौ च रूपाणि समानानि वनं वने वनानि वनं वने वनानि मनः मनसि मनांसि मनः मनसि मनांसि कर्म कर्मणि कर्माणि कर्म कर्मणि कर्माणि अत्र बहुवचने अस्ति प्रथमाविभक्तौ मनांसि तर्हि तदा कृषकाणां मनांसि मनः बहुवचने प्रथमाविभक्तौ कीदृशानि भवन्ति निहारिका भगिनी वदति वा संहृष्टानि इत्युक्ते आनन्दः सन्तोषः सत्यं तत्र हर्षशब्दः अस्ति खलु हर्षः हर्षः इति तत्र आनन्दः इति अर्थः अत्र सम् उपसर्गपूर्वकः हृष्ट हृष्ट तत्र हृष्ट इति क्तान्तरूपम् अस्ति. क्तान्तरूपं नाम करोति इति कृतं कार्यं कृतम् अहं कार्यं करोति कार्यं कृतं तथैव कृतम् अत्र हृष्ट मनांसि हृष्टानि भवन्ति. अस्तु समीचीनमस्ति. अग्रे सन्ध्या भगिनी पठति वा. यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति. अस्तु अवगच्छति वा पुनः वदतु. यदा वृष्टिः भवति तावत् स्पष्टमस्ति खलु. आम् स्पष्टम्. अग्रे तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति. भगवतः इति अस्य विभक्तिः वचनं किम् इति वदति वा. भगवान् भगवन्तौ भगवन्तः भगवान् भगवन्तौ यथा भवान् भवन्तौ भवन्तः भगवान् भगवन्तौ भगवन्तः अत्र तत्र नकारः अस्ति अत्र नकारः नास्ति. जानाति एव. चिन्तयतु भवत् शब्दः यदि भवतः भवतः नाम किं भवतः नाम किं हा भवतः इति वयं जानीमः खलु. प्रथमे दिने वयम् अधीतवन्तः भवतः नाम किं भगवतः इति षष्ठी एकवचने. इदानीं वस्तुतः भगवतः इत्यस्य तत्र विभक्तित्रयं भवितुमर्हति. कोऽपि वदति वा भगवतः इति रूपत्रयं भवितुमर्हति विभक्तित्रयं. पञ्चमी एकवचने षष्ठी एकवचने अथवा द्वितीय बहुवचनं खलु. भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः इति द्वितीय बहुवचनम् अत्र अपि च पञ्चमी एकवचने षष्ठी एकवचने अत्र तथा अत्र षष्ठी एकवचने अस्ति भगवतः. अनन्तरम् आशिषः हा हा इति अर्थः अस्ति. इदानीं श्रीनिवासमहोदय तत्र विभक्ति अपि च वचनमिति वदति वा. हा समीचीनमस्ति. अत्र अस्माकं करपत्रे अस्ति तृतीये पूते अन्तिमे पूते करपत्रस्य अन्तिमे पूते तत्र शकारान्तः तत्र स्त्रीलिङ्गशब्दाः आशिष् शकारान्तः आशीः आशिषौ आशिषः प्रथमं बहुवचनं. अस्तु तर्हि यदा वृष्टिः भवति तदा भगवतः आशिषः इव सन्ध्या भगिनी अग्रे आशिषः इव जलबिन्दवः जलबिन्दवः तत्र जलबिन्दवः अनन्तरं बिन्दवः प्रातिपदिक मूलरूपम् अस्य शब्दस्य मूलरूपं किम् अत्र निहारिकाभगिनी साहाय्यं करोति वा. निहारिकाभगिनी किं वदति भवती. हा हा हा बहु सम्यक् अस्ति. बिन्दुः बिन्दु इति प्रातिपदिकम् उकारान्त यथा शिशु बिन्दु भवति वदतु संध्याभगिनी वदतु शिशु शिशुः अनन्तरं द्विवचनं बहुवचनं वदतु शिशवति नास्ति निहारिकभगिनी वदतु खलु तथा भवति खलु शिशुः शिशु शिशवः बिन्दुः बिन्दु बिन्दवः सन्ध्याभगिनी बिन्दुशब्दं जानाति वा बिन्दु अस्तु तर्हि अत्र संयुक्तपदमस्ति समस्तपदम् अत्र समस्तपदमस्ति जलबिन्दु जलबिन्दुः जलबिन्दु इति समस्तपदं तत्र सामान्यसमस्तपदम् इत्युक्ते द्वयोः पदयोः मध्ये काचन विभक्तिः लुप्ता जाता काचन विभक्तिः लुप्ता जाता अत्र का च विभक्तिः लुप्ता स्यात् कोऽपि अनुमानं करोति वा जलशब्दस्य काचन विभक्तिः अभविष्यत् यदि पृथक्तया अवदिश्यम् सत्यं साधारणतया षष्टिविभक्तिः लुप्ता भवति सर्वत्र न किन्तु आधिक्येन तर्हि अत्र जलस्य बिन्दुः जलबिन्दुः बहुवचने जलबिन्दवः अथवा जलानाम् अत्र एकवचने पर्याप्तमस्ति जलस्य बिन्दवः यथा सन्ध्याभगिनी तत्र बालकपुस्तकं तत्र का विभक्तिः मध्ये बालकस्य पुस्तकम् इति एकं पदं कृत्वा बालकपुस्तकं तथैव अत्र जलबिन्दवः जलस्य बिन्दुः तत्र सन्धिः सन्धिः न अत्र समासः सन्धिः न जलबिन्दवः भुवि इति का विभक्तिः सप्तमी प्रातिपदिकमस्ति किञ्चित् असामान्यशब्दः अस्ति अत्र दीर्घकारः शब्दः तत्र भूः स्त्रीलिङ्गशब्दः भूः सप्तमी भुवि पतन्ति समीचीनम् अस्तु पद्मा भगिनी अग्रे पठतु कृपया वियति चरितः प्रकाशन्ते वियति चरितः प्रकाशन्ते मेघाः नितरां गर्जन्ति दिक्षु विदिक्षु उत्पन्नं प्रकम्पनम् अनुभवैकवैद्य भवति अस्तु भवती वदतु भवती वदतु अत्र वियति इति कीदृशं पदं वियति मूलरूपं प्रातिपदिकं सत्यं तकारान्तशब्दः नपुंसकलिङ्गश्च अत्र अर्थः कः लैट्निङ्ग् न तदितः इति अत्र वियत् इत्युक्ते आकाशः तर्हि वियत् इति एकनिमेषः तत्र वियत् सोपानेन गच्छामः अत्र वियत् इति तकारान्त नपुंसकलिङ्गशब्दः आकाश इति अर्थः तत्र का विभक्तिः अस्ति वियति का विभक्तिः हा यथा भवान् इति भवति वियत् इति वियति इति सप्तमी अस्ति अस्तु समीचीनं वियति अनन्तरं तडितः प्रकाशन्ते तडित् इति कीदृशपदमस्ति तडितः बहुवचन प्रथमा विभक्ति आम् लिङ्गं किम् नपुंसकलिङ्गम् न वस्तुतः वस्तुतः अत्र स्त्रीलिङ्गशब्दः अस्ति तद् इति तकारात् स्त्रीलिङ्गशब्दः रूपस्य दर्शनेन अत्र यत्र हलन्तशब्दः अस्ति तत्र पुल्लिङ्गशब्दाः स्त्रीलिङ्गशब्दाः च समानाः रूपाणि समानानि किन्तु नपुंसकलिङ्गशब्दः अस्ति चेत् तत्र रूपं भिन्नम् अस्ति नितरां भिन्नम् अस्ति उदाहरणार्थं वदामि संस्कृतेन वदतु भगिनि अत्र किमस्ति वदामि अत्र किमस्ति यत् तकारान्तशब्दः अस्ति चेत् स्त्रीलिङ्गशब्दः पुल्लिङ्गशब्दः तच्च समानः भवति नपुंसकलिङ्गशब्दः भिन्नम् अस्ति उदाहरणार्थं वदामि यत् तकारान्तशब्दः पश्यन्तु करपत्रं मरुत् पुल्लिङ्गशब्दः मरुत् मरुत् मरुतौ मरुतः तकारान्तशब्दः इदानीं स्त्रीलिङ्गे तकारान्तशब्दः अस्ति सरित् सरित् इति सरित् सरित् सरितौ सरितः तर्हि मरुत् मरुतौ मरुतः सरित् सरितौ सरितः तत्र सर्वत्र रूपाणि समानानि हलान्तशब्दः अस्ति चेत् सर्वत्र समानं किन्तु नपुंसकलिङ्गशब्दः जगत् जगत् जगति जगन्ति तत्र रूपं भिन्नमस्ति अतः वयं थडितः थडितः इति तादृशरूपम् अस्ति वा जगत् जगति जगन्ति नाम नपुंसकलिङ्गशब्दः भवितुमेव न अर्हति नैव भवितुम् अर्हति यतोहि तत्र विसर्गः अस्ति तत्र नपुंसकलिङ्गशब्दः अस्ति तादृशं न भवति थडितः इति दृष्ट्वा वयं जानीमः पुल्लिङ्गः अथवा स्त्रीलिङ्गः द्वयोः मध्ये कः अस्ति इति न जानीमः किन्तु नपुंसकलिङ्गशब्दः नास्ति रूपं दृष्ट्वा यतोहि प्रथमाविभक्तिः अस्ति अपि च इति वयं जानीमः वियति तडितः प्रकाशन्ते वाक्यं दृष्ट्वा प्रथमाविभक्तौ अस्ति इति जानीमः खलु अपि च वचनमपि जानीमः प्रकाशन्ते तर्हि अनेन वयं जानीमः यत् प्रथमाविभक्तिः बहुवचने अस्ति तर्हि तावत् वयं जानीमः यत् मरुत् मरुतौ मरुतः अथवा सरित् सरितौ सरितः सरितः इव अथवा मरुतः इव नाम बहुवचने अस्ति ततः अग्रे शब्दकोशे द्रष्टव्यमस्ति नाम पुल्लिङ्गे स्त्रीलिङ्गे वा अस्तु तर्हि वियति तडितः प्रकाशन्ते अग्रे भगिनि मेघा नितरां गर्जन्ति मेघाः आकाशां गर्जन्ति सत्यं सत्यं प्रायः सर्वे अवगच्छन्ति सिंह इव मेघाः नितरां गर्जन्ति अग्रे भगिनि नितरां नितरां नाम अतीव सुतरां नितरां बहु बहु इति अर्थः बहु मेघाः मेघाः बहु गर्जन्ति निराटङ्कम् इति अर्थः नास्ति नितराम् इत्युक्ते बहु दिक्षु विदिक्षु उत्पन्नं प्रकम्पनम् अनुभवै तद् वैद्यं भवति दिक्षु विदिक्षु दिश दिशां हा दिक्षु इति अस्य प्रातिपदिकं किम् समीचीनं दिक् दिक् इति शब्दः अस्माकं पार्श्वे अस्ति करपत्रे अस्ति दिक् प्रायः स्त्रीलिङ्गशब्दः इति हा तत्र स्त्रीलिङ्गशब्दः ककारान्त तत्र दिक् इति प्रातिपदिकं नास्ति किन्तु षकारान्तशब्दः दिश् अत्र दिक्षु विदिक्षु तत्र काव्यभक्तिः वचनं किम् द्वन्द्वसमासम् न समासः नास्ति सप्तमी विभक्ति द्वन्द्वसमासः न समासः अत्र नास्ति किमपि दिक्षु इति सुब्रह्मण्यं महोदय तत्र वदतु सप्तमी बहुवचनं महोदय दिक्षु विदिक्षु अपि तथा खलु अस्तु अनन्तरम् उत्पन्नं उत्पन्नं द्वितीयविभक्ति प्रकम्पनं तु अनुभवै द्वितीयविभक्ति कथं द्वितीयविभक्ति नास्ति उत्पन्नं प्रकम्पनं अनुभवै कद्वै सत्यम् अत्र उत्पन्नं प्रकम्पनं प्रकम्पनम् इत्यस्य का विभक्तिः श्रीनिवास महोदय वदति वा प्रथमाविभक्तिः अस्ति न द्वितीया विभक्तिः नास्ति यथा गमनं चिन्तनं दर्शनं श्रवणं तत्र प्रकम्पनम् प्रथमाविभक्तिः अस्ति उत्पन्नम् अपि तथा उत्पन्नम् इति प्रकम्पनम् इति विशेषणं प्रथमाविभक्तिः अस्ति उत्पन्नं प्रकम्पनम् अनुभवैकवैद्यं भवति अस्तु तत्र श्रीनिवासमहोदय वदति वा अस्य अर्थः कः अनुभवैकवैद्यम् अनुभव एक वैद्यं वैद्यम् अनुभव वैद्यम् अनुभव प्लस् एक वैद्यम् अनुभवं करणीयमेव सत्यं सत्यम् अनुभवः करणीयः अनुभवः करणीयः एव अत्र अनुभव एक वेद्यं वेद्यम् इत्युक्ते विद् धातुः विद् यथा करोति इत्यस्य कृ धातुः कार्यं वच् धातोः वच् वच् वच् वक्ति इत्यस्य वाक्यं नाम करणीयमिति अर्थः वे विद् धातुः वेत्ति इति वेद्यम् अनुभवः एक एव तादृश नाम विलक्षण अनुभवः वेद्यं ज्ञातव्यं ज्ञातव्यं भवति इति अर्थः स्पष्टमस्ति वा अस्तु न द्वितीयविभक्तिः नास्ति अत्र अत्र सर्वं प्रथमाविभक्तौ अस्ति उत्पन्नं प्रकम्पनम् अनुभवैकवेद्यं भवति अनुभवैकवेद्यम् इति प्रकम्पनम् इति अस्य विशेषणम् उत्पन्नमपि प्रकम्पनम् इति तर्हि अत्र प्रकम्पनम् इति विशेष्यम् उत्पन्नं विशेषणम् अनुभवैकवेद्यम् अपि विशेषणम् स्पष्टं वा अस्तु बहु सम्यक् अस्ति अस्माकं समयः जातः किन्तु एकं वदामि एकं वदतु तत्र सन्ध्या भगिनी सर्वम् अवगतवती वा अस्तु तर्हि सन्ध्या भगिनी गीता अवगतवान् श्लोकः अपि हा नाम सुखावस्था खलु भवत्याः इदानीं वा पुनः वदतु हा नाम सुखमस्ति वा अद्य अहम् अन्वेषितवती अस्तु समीचीनं सहदेवमहोदय अस्ति वा सहदेवमहोदय किञ्चित् किञ्चित् अवगतवान् किञ्चित् अवगच्छामि अस्तु अस्तु प्रश्नाः सन्ति चेत् अनन्तरम् ईमेल् प्रेषयतु अपि च निहारिका भगिनी तत्र सर्वं स्पष्टं खलु गतवती एव अस्तु अस्तु अस्तु अस्तु समीचीनमेव समीचीनमेव तर्हि अस्माकं समयः जातः इदानीं विरमाम अग्रिमे सप्ताहे आओ अग्रिमे सप्ताहे सर्वे तत्र नाम आगन्तुं शक्नुवन्ति इति वा? अहं न शक्नोमि. के आगन्तुं शक्नुवन्ति? अग्रिमे सप्ताहे. अस्तु समीचीनम्, अग्रिमे सप्ताहे भवतु तर्हि. तर्हि मिलामः. धन्यवादः, विरामः. धन्यवादः, नमस्कारः. धन्यवादः, अस्तु महोदय. धन्यवादः. धन्यवादः.